श्रूयते वा? आम् श्रूयते वा? आं जि. अस्तु अस्तु, नमस्सर्वेभ्यः. अस्माकम् अत्र हल् सन्धिविषये अभ्यासः इदानीम् अनुवर्तते. तत्र अस्माभिः इदानीं पर्यन्तं किं पठितम्? वदतु कोऽपि, कुत्र पर्यन्तं? गृहदातु भवत्या विजयमहोदय, वदतु गृहयोगकसु तत् धेतु अस्ति खलु. किप् तर्हि अस्माभिः दृष्टं यत् गृधातुयोगः क्विप्, तत्र क्विप् प्रत्ययमध्ये सर्वं सर्वस्य लोपः भूत्वा किमपि न अवशिष्यते, परन्तु क्विप् प्रत्ययस्य योजनेन किं भवति? प्रथमं तु क्विप् प्रत्ययः अस्ति, अतः क्विप् तद्धितसमासाश्चेति सूत्रेण प्रातिपदिकं भवति. तदनन्तरं वार्तिकं परिभाषा अस्ति, क्विबन्तः विजन्ताः धातुत्वं न जहति. तर्हि क्विबन्तमस्ति चेदपि धातुत्वं न जहति, धातुत्वं तु तिष्ठति, अतः धातुः अपि वर्तते. तदनन्तरं घेर्योगः सु, इदानीं प्रातिपदिकम् अस्ति अतः सु भूत्वा, तदनन्तरं सकारस्य लोपः भवति, हल्याभ्यो दीर्घसु इति स्वीकृतं खलु, अतः गिर् इति भवति, तर्हि गिः इति रूपं भवति. तर्हि इदानीं अस्माभिः दृष्टं, तर्हि तत्र अस्माभिः त्रीणि सूत्राणि पठितानि खलु, रवोरुपधाया दीर्घः इतः, हलि च उपधायां च. रो उपधाया दीर्घः किं वदति? पदमस्ति, पदस्य अन्ते कीदृशधातुः अस्ति? रेफान्तवकारं धातुः अस्ति, तस्मात् पूर्वं यः इक् वर्णः अस्ति तस्य दीर्घत्वं भवति. हलि च किं वदति? हलि च वदति यत् पदान्ते न भवेत्, परन्तु धातुः अस्ति रेफान्तवकारान्त, तस्यानन्तरं हल् वर्णः अस्ति चेत् रेफवकारवर्णयोः रेफवकारवर्णाभ्यां पूर्वं यः इक् वर्णः अस्ति तस्य दीर्घत्वं भवति. उपधायां च किं वदति? अस्तु, इदानीं धातु हलन्त भवेत्, उपधामध्ये रेफ अथवा वकारः भवेत्, तस्मात् पूर्वम् इक् वर्णः अस्ति चेत् तस्यापि दीर्घत्वं भवति इति सूत्राणि अस्माभिः पठितानि. अस्तु, तर्हि इदानीं किं कुर्मः, अग्रे गच्छामः. तर्हि अत्र अजाज्वर्योगः क्त इति अस्ति, अजाज्वर्योगः. वयम् इदानीं वस्तुतः वयं किं पठिष्यामः अत्र, रेफान्तपदम् अस्ति चेत् हल् सन्धिः कथं करणीयं, तर्हि एतत् सर्वं तत्र एव भवति. किञ्चित् कुत्रचित् तु डैग्रेशन् अस्ति इति अहं चिन्तयामि, परन्तु अस्तु, पाठः तु आवश्यकः अस्ति, अतः अग्रे पठिष्यामः. अस्तु, तर्हि मदर् महोदय अत्र पठतु अजाज्वर्योगः. अजाज्वर्योगः त ज्वर त्वर श्रिव्य विमा उपदायाश इति सूत्रेण अजाजुर्योगः त. अत्र वकारस्य लोपो भवति, वकारस्य पूर्वं कथं जू भवति? ओ, वकारस्य उकारः भवति. आम्, अजाजूर् भवति. अस्माभिः इदं सूत्रं न पठितं वस्तुतः, ज्वरति ज्वरश्रीविधायाश्च, परन्तु अस्तु, तर्हि चिन्तयतु, वकारस्य उकारः भवति, अजाजुर्योगः तु अग्रे. अजाजुर् अत्र ओर् उपधाया दीर्घ इकः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति वा? अत्र तकारस्य लोपः किमर्थं भवति? हल्याभ्योदीकृतं हलिति सूत्रेण. तर्हि इदानीम् अजाजूर् इति पदं भवति खलु, रेफान्तपदम् अस्ति, पदस्य अन्ते धातोः रेफः अस्ति, तस्मात् पूर्वं इक् वर्णः अस्ति, तर्हि तत्र रोः उपधाया दीर्घसूत्रं कार्यं करोति वा? करोति महोदय। परन्तु किं किं भवति, कार्यं कृत्वा अपि किं भवति? कार्यम् अजूर् भवति, दीर्घत्वं भवति, इकवर्णस्य दीर्घत्वं भवति। तर्हि अत्र दीर्घमेव अस्ति, तर्हि पुनः दीर्घत्वं भवति, तर्हि परिणामं किमपि न दृश्यते, परन्तु प्रसक्तिः तु अस्ति सूत्रस्य। पठतु अस्ति, अत्र धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, अतः प्रसक्तिः अस्ति पर्जन्यवत्, किन्तु कार्यं किमपि नास्ति यतोहि ऊ आदेशः पूर्वमेव जातः। तर्हि दीर्घत्वं भवति परन्तु दीर्घमेव अस्ति, अतः अजाधूर् एव भवति। तदनन्तरं किं भवति, अग्रे पठतु। पर्जन्यवत् इत्युक्ते किं महोदय? पर्जन्य इत्युक्ते किं, पर्जन्य इत्युक्ते मेघः, तर्हि मेघः सर्वत्र वृष्टिः करोति खलु, भूम्याम् अपि करोति, सागरे अपि करोति खलु, नाम यत् सागरे अपि करोति, यद्यपि सागरे जलमस्ति परन्तु जलं दृष्ट्वा मेघः तत्र वृष्टिः न करोति इति तु न भवति खलु, तथैव सूत्रं सर्वत्र कार्यं करोति, यत्र यत्र तस्य प्रसक्तिः भवति, कुत्रचित् तस्य प्रसक्तिः भवेत् भवति अपि तत्र किमपि परिणामः न दृश्यते, यथा अत्र उकारः इकवर्णः अस्ति अतः तस्य दीर्घत्वं करणीयं, परन्तु पूर्वमेव उकारः दीर्घः अस्ति अतः परिणामः न दृश्यते, परन्तु सूत्रस्य प्रकार्यं भवति, सूत्रस्य प्रसक्तिः अस्ति, तथैव गुर् तुर् पुर् क्षुर् यङ् लुकि जोगुर् अजोगुर् योगः तकारः येषु तलेषु गुणो भवति एव इति कारणतः दिगन्तस्य प्रसङ्गे ओर् उपधाया दीर्घ इकः इत्यस्य कार्यं न कुत्रापि भवति। दिगन्तम् अस्ति चेत् पदमस्ति खलु, तत्र किं किं कार्यं न करोति महोदय? अत्र प्रथमं अजोगुर्योगः मध्ये प्रथमं कार्यं किं भवति, तकारस्य लोपो भवति न, अङ्गकार्यं गुणः भवति अजो येन सूत्रेण पुगन्तलग्पदस्य। तर्हि अजोगुर् भवति, अजोगुर् तदनन्तरं तदनन्तरं तकारस्य लोपः भूत्वा पदं भवति अजोघोर्। इदानीं पदमस्ति, पदस्य अन्ते धातोः रेफः वर्णः अस्ति, परन्तु अत्र रवोपधाया दीर्घसूत्रस्य कार्यं करोति भवति वा? गो ओ ओकारः अस्ति उपधाया मध्ये, तर्हि उपधा मध्ये वर्णः अस्ति वा? नास्ति, नास्ति, अत्र सूत्रस्य किमपि कार्यं न भवति। अजोघो अजोघोर् इति अस्ति, अत्र तर्हि प्रश्नः उदेति यत् यदि अजो अजाजु इत्यस्य तकारप्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तर्हि उपरितने उदाहरणे क्विबन्धा विजन्ता धातुत्वं न जहति इति कथनस्य का आवश्यकता? ई रीत्या तकारप्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तया एव रीत्या क्विप् इत्यस्य लोपानन्तरं धातुसंज्ञा अपि प्रातिपदिकसंज्ञा अपि स्यात्। प्रश्नः आगच्छति वा? प्रत्ययलोपानन्तरं धातुसंज्ञा अस्ति, किमर्थं किबन्त विजन्त धातुत्वं न जहति इति उक्तम्? प्रश्नः अवगच्छति वा? प्रश्नः किमस्ति पश्यतु अत्र किम् अजाजूर् इति अस्ति खलु अजाजूर् योगः तर्हि तकारः अस्ति यद्यपि लोपः भवति परन्तु प्रत्ययलोपे प्रत्ययलक्षणमिति सूत्रेण तिङ्प्रत्ययः अन्ते अस्ति अतः पदत्वं भवति केन सूत्रेण तिंश्चित् न पदसंज्ञा सुप्तिगन्धं पदम् इति त्रिपदमस्ति अपि च लोपः भवति तकारस्य तर्हि अजाजूर् इति अस्ति अजाजूर् इति जाजूर् इति धातोः एव भागः अस्ति खलु अतः पदमपि अस्ति धातुसंज्ञा अपि अस्ति यतोहि अन्ते धातुत्वं तु धातुः तु अस्ति खलु यतोहि प्रत्ययस्य लोपः भवति अतः तत्र धातुत्वं तु अस्ति यतोहि प्रत्ययस्य लोपः भवति प्रत्ययस्य लोपः न भवति चेत् केवलं पदसंज्ञा भवति परन्तु अत्र पदस्य लोपः भवति अतः धातुत्वं तु अस्ति तर्हि प्रत्ययस्य लोपः भवति अतः धातुसंज्ञा अपि भवति पदसंज्ञा अपि भवति तथैव ग्रीयोगः क्विप् मध्ये यथा क्विप् तस्य लोपः भवति खलु परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन क्विप् तस्य यद्यपि लोपः भवति परन्तु तस्य लक्षणं तु अस्ति क्विप् कृत् प्रत्ययः अस्ति अतः कृत् अधिकसमासाश्चेति सूचना प्रातिपदिकं भवति परन्तु लोपः गच्छति अतः केवलं ग्री अवशिष्यते यः धातुः अपि अस्ति अतः प्रत्ययस्य लोपात् धातुसंज्ञा अपि भवति प्रातिपदिकसंज्ञा अपि भवति यया रीत्या तकारस्य लोपेण अजाजूर् मध्ये धातुसंज्ञा अपि अस्ति पदसंज्ञा अपि अस्ति तथैव क्विप् क्विबस्य लोपेन लोपात् प्रति ग्रीयोगः क्विप् मध्ये धातुसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति खलु एतावत्पर्यन्तम् आगच्छति वा विजया महोदय अवगच्छति वा न अवगच्छामि न पश्यतु अत्र अजाजूर्योगः तो अस्ति तत्र तकारस्य लोपः भूत्वा अजाजूर् एव तिष्ठति जाजूर् धातुः अस्ति खलु अतः प्रतिसंज्ञा भवति परन्तु तकारस्य लोपादपि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण पदसंज्ञा तु भवति खलु सुप्तिङ्गन्धं पदम् आमां पदसंज्ञा भवति अतः प्रत्ययस्य लोपात् धातुसंज्ञा अपि अस्ति पदसंज्ञा अपि भवति पदसंज्ञा अपि एतावत्पर्यन्तम् आगच्छति आमाम् आं जि तथैव गृहयोगः क्विप् मध्ये क्विप् प्रत्ययस्य लोपः भवति लोपानन्तरं केवलं गृह अवशिष्यते गृहधातुः अस्ति खलु अतः गृहयोगः क्विप् तस्य धातुसंज्ञा अपि भवति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन क्विप् तत्र कृत् प्रत्ययः अस्ति अतः अन्ते कृत् प्रत्ययः भवति चेत् कृत् तथित् समासाश्च इति सूत्रेण प्रातिपदिकमपि भवति खलु आमां तर्हि प्रश्नः अस्ति यदि एतत् सर्वं भवति तर्हि क्विबन्ता विजन्ता धातुत्वं न जहति इति कथनस्य का आवश्यकता क्विप् प्रत्ययस्य लोपात् तत्र धातुसंज्ञा अपि भवति प्रातिपदिकसंज्ञा अपि भवति तर्हि एतस्याः परिभाषायाः का आवश्यकता प्रश्नः उदेति खलु तत्र तदेव इदानीं तस्य एव समाधानम् अग्रे अस्ति तर्हि विजयमहोदय अग्रे पठतु गुरीधातुः यदा पिबन्तम् जि अत्र विजन्ता इत्युक्ते किं विजन्ता प्रायः द्विजपि कोऽपि प्रत्ययः भवेत् इति अहं चिन्तयामि अत्र विच् विच् प्रत्ययः कोऽपि भवेत् क्विप् प्रत्ययः तथैव विच् अपि भवेत् इति अहं चिन्तयामि आम् आम् आम् अस्तु अस्तु अग्रे पठतु गुरुधातु कः जि अग्रे गुरुधातुः यदा पिबन्तं का पठनीयं भवति अस्तु अस्तु पठामि गृधातुः यदा क्विबन्धं भवति यदा कृत् तत्तितसमासश्च इत्यनेन प्रातिपदिकसंज्ञा भवति. क्विप् प्रत्ययस्य सर्व अपहारः लोप अनन्तरमपि धातुसंज्ञा स्यात्. अत्र वार्ता अस्ति यत् अत्र श्रूयते वा जि? अस्तु अस्तु. अत्र वार्ता अस्ति यत् अत्र पर्यन्तं समस्या नास्ति. अस्तु. अजाज्वर् योगः त अजाज्वर् इति रूपं प्रत्ययान्तम् इति दृष्ट्या पदसंज्ञकम्, अप्रत्ययान्तं ति दृष्ट्या धातुसंज्ञकम्. त प्रत्ययस्य लक्षणं यदा कुर्मः तदा धातुसंज्ञा नास्ति एव. धातुसंज्ञा कदा भवति? यदा भुवादयो धातवः अथवा सनाद्यन्ता धातवः इति रूपे इति सूत्रेण धातुसंज्ञा विधीयते इति इत्थं च अजाज्वर् इति रूपम् एकया दृष्ट्या धातुः अन्यया दृष्ट्या पदम्. अत्र गृधातुः कृत् अतीतसमासश्च इति सूत्रेण प्रातिपदिकसंज्ञा भवति. क्युप् प्रत्ययम् अत्र सर्व अपहारः सर्वम् अत्र लोपः एव भवति, अतः तत्र धातुसंज्ञा एव तिष्ठति. इदानीं वार्ता अस्ति किमपि एतत् विषये किमपि अत्र समस्या नास्ति एव, परन्तु अजाज्वर् योगः त इति प्रत्ययमस्ति चेत् लङ् प्रत्ययमस्ति चेत् धातुसंज्ञा इदानीं भवति. सा प्रत्ययस्य लक्षणं यदा कुर्मः तदा धातुसंज्ञा नास्ति एव. अत्र धातुसंज्ञा कदा भवति? यदा भुवादेव धातवः सनादन्त धातवः अस्ति चेत् एव धातुसंज्ञा तत्र विधीयते. इत्थं तादृशम् अजाज्वर् इति रूपम् एकया दृष्ट्या धातुः भवति. यदा भुवादेव धातवः सनाद्यन्त धातवः स्वीकुर्मः चेत् तत्र अजाज्वर् इति धातु संज्ञा एकया दृष्ट्या भवति. अन्यया दृष्ट्या किमर्थम् अत्र तकारस्य कारणेन एकया दृष्ट्या धातुसंज्ञा तिष्ठति, परन्तु अन्या दृष्ट्या प्रत्ययपदं भवति अस्ति, अतः पदसंज्ञा अपि अस्ति इति. अवगच्छति वा? आं जि, आं जि. तथैव गिर् मध्ये अपि क्विप् प्रत्ययस्य लोपः भवति. तर्हि लोपः भवति चेत् गृ धातु अस्ति, परन्तु एकया दृष्ट्या धातु अस्ति, अनया दृष्ट्या अन्यया दृष्ट्या यत्र क्विप् प्रत्ययस्य लक्षणं भवति तत्र प्रातिपदिकमपि भवति खलु. तर्हि एतावत्पर्यन्तं समस्या नास्ति. अग्रे पठतु जि. अग्रे पठतु. गृ योगः क्विप् क्विपः सर्व अपहारः लोपः. गृ इति रूपमपि तदैव प्रत्ययरहितं चेत् धातुसंज्ञकः लक्षणेन प्रत्ययसहितं चेत् प्रातिपदिकसंज्ञकम् इति भवति. अत्र पर्यन्तं च समस्या किमपि नास्ति. यया रीत्या अजाजूर् योगः त अजाजूर् इत्यस्मिन् संज्ञाद्वयम् आसीत्, गृ गिर् भवति इति गिर् गृ अनन्तरं गिर् इति यावदपि संज्ञाद्वयं भवति. तत्र गृ योगः क्विप् तत्र क्विप् प्रत्ययं सर्व अपकारस्य सर्वम् अपकारमस्ति, इदा लोपः भवति. गृ इति रूपमेव गृ इति रूपमेव प्रत्ययरहितमस्ति, प्रत्ययम् अत्र किमपि नास्ति, किमर्थं चेत् तत्र सर्वं क्विप् लोपः भवति, अतः गृ एव तिष्ठति। इदानीं धातुसंज्ञकः भवति, किमपि एतत् विषये क्लेशः नास्ति। अनन्तरं अजाजूर् योगः त इति अस्ति चेत् अत्र संज्ञा द्वयं भवति, एतत् रहितं ता रहितमस्ति, रहितम् अस्ति, अन्य त सहितमस्ति, अतः रूपं द्वयं भवति, गृ गिर् इति भवति एव, संज्ञाद्वयम् अस्ति। अग्रे पठामि। एकया दृष्ट्या संज्ञा, एका दृष्ट्या धातुसंज्ञा अस्ति, अन्या दृष्ट्या प्रातिपदिकं संज्ञा अस्ति। अग्रे पठामि वा जि? अवगच्छत अवगच्छतः खलु महोदय? आं जि, क्लेशः नास्ति अत्र, परन्तु अग्रे गिर् इति प्रातिपदिकात् यदा सु विधीयते अत्र अस्माकं दृष्टिद्वयं स्थातुं न पारयति, यतोहि सुबादयः विधीयन्ते तदा यदा प्रातिपदिकसंज्ञा अस्ति, प्रातिपदिकसंज्ञा च अस्ति तदा यदा रूपं निश्चिततया क्विप् बन्धम् अस्ति, येन कृत्तदितसमासश्च इत्यनेन प्रातिपदिकसंज्ञा स्यात्। अत्र क्विप् बन्त विजन्त धातुत्वं न जहति, जहति वक्तव्यम् अस्ति, येन धातुसंज्ञा तिष्ठेत् येन सुबादयः आगन्तुं शक्नुयुः, अपि च येन ओर् उपादायाः दीर्घः इकः इत्यनेन दीर्घ आदेशः स्यात्। अत्र गिर् इति प्रातिपदिकसंज्ञा भवति, परन्तु तत्र एकदृष्ट्या पूर्वमेव वयं दृष्टवन्तः तत्र क्युब् बन्त विजन्त एतत् धातुत्वं न जहाति इति वक्तव्यं चेत् तत्र सुबादयः अस्ति चेत् तत्र गिरः न अन्तिमरूपं गिरः एव, अनन्तरं उपादायाः दीर्घः युकः इत्यनेन गीर् इति दीर्घः आदेशः भवति, एतदेव गीर् एव प्रातिपदिकम् अस्ति, तावदेव जि अत्र। किं किं लिखितं? गिर् इति प्रातिपदिकसंज्ञा चेत् अत्र सु इति थिङ्क् टु सु इति प्रातिपदिकं तत्र सुबन्धप्रातिपदिकं स्वीकुर्मः चेत् एतत् दृष्ट्या अत्र तत्र द्वयं रूपं द्वयम् अस्ति इति, किमर्थं चेत् सुबादेः अत्र स्वीकुर्मः चेत् प्रातिपदिकसंज्ञा अस्ति एव, प्रातिपदिकसंज्ञा अस्ति चेत् एतत् प्रातिपदिकसंज्ञाम् एकया रूपम् अस्ति, एकं रूपम् अस्ति, अनन्तरं कृत् तद्धितसमासश्च इत्यनेन प्रातिपदिकसंज्ञा एव भवति तत्र। अनन्तरं क्विबन्ता विजन्ता धातुत्वं न जहाति, अत्र रूपं पूर्वमेव वयं दृष्टवन्तः तत्र प्रत्ययसहितं प्रत्ययरहितम् इति, तादृशमेव अत्र अपि अस्ति। अनन्तरं गिर् इति भवति ओर् उपादायाः दीर्घः इकः इत्यनेन तत्र गिर् इति रूपं गीर् इति भवति, एतत् गीर् रूपमेव प्रातिपदिकसंज्ञा भवति कृत् तत्तिदसमासश्च इति सूत्रेण। समीचीनं वा जि? तर्हि किं लिखितमस्ति यत् प्रथमं तु पश्यतु, गृ योग गृ तस्य गिर् अपि तत्रापि वस्तुतः समस्या अस्ति, अत्र लिखितं समस्या नास्ति, तत् समस्या अस्ति। कथं गृ तत्र तु धातुत्वमस्ति, प्रातिभसंज्ञा अपि अस्ति. कथम् एकस्मिन् पक्षे यदा वयं चिन्तयामः यत् क्विप् प्रत्ययस्य अदर्शनं भवति तत्र गृधातुः तु अस्ति एव भुवादेः धातवः इत्यनेन, तर्हि धातुसंज्ञा अस्ति. अन्य तत्र एकस्मिन् पक्षे अत्र क्विप् लोपादपि प्रत्ययलक्षणम् इत्यनेन यदि क्विबन्त यदि वयं चिन्तयामः तर्हि क्विबन्त अस्ति चेत् तत्र प्रातिपदिकम् अस्ति, तर्हि एकया रीत्या धातुसंज्ञा भवति, अनन्यारीत्या अन्यया रीत्या प्रातिपदिकसंज्ञा भवति, खलु? तर्हि गृहपदस्य समस्या नास्ति. परन्तु अग्रे यदा गृ तस्य गिर् भवति तत्र समस्या वस्तुतः भवति. किमर्थं ग्री तः गिर् केन सूत्रेण भवति? न न रीतयित् धातोः खलु, ग्री तस्य गिर् केन सूत्रेण भवति? रीतयित् धातोः खलु, रीतयित् धातोः किं भव किं वदति, सूत्रं किं वदति? ऋकारस्य स्थाने ईकारः भवति. दीर्घरिकारः, परन्तु कोऽपि दीर्घरिकारः वा? अनदित्, न न अनदित् नास्ति, दीर्घरिकार किं दीर्घरिकारान् धातु खलु, धातु धातु दीर्घरिकारान्त प्रातिपदिकस्य इति न वदति, दीर्घरिकारान्त धातुः धातोः अङ्गस्य अन्तिमवर्णस्य एव इकारः आदेशः भवति. किमस्ति दीर्घरिकारान्त धातु भवेत् खलु, प्रातिपदिकं न. तर्हि यस्मिन् यस्मिन् पक्षे गृ इति धातु यदि वयं चिन्तयामः तत्र तु गिर् भवति खलु, हितै धातुः. परन्तु यस्मिन् पक्षे गृ प्रातिपदिकम् अस्ति इति यदि वयं चिन्तयामः तत्र गिर् कथं भवेत् खलु. अतः तत्र क्विबन्ता विजन्ता धातुत्वं न जहति, तस्य आवश्यकता आगच्छति. तत् किं वदति, क्विप् अन्ते अस्ति चेदपि, नाम यत्र क्विप् अदर्शनेन अन्ते चेदपि तस्मिन् पक्षे अपि धातुत्वं न त्यजति. तर्हि यस्मिन् पक्षे वयं गृ इति प्रातिपदिकं यदि वयं स्वीकुर्मः तत्र अपि वस्तुतः सः तत् प्रातिपदिकं धातुत्वं न जहति, यतोहि तत् प्रातिपदिकं क्विबन्त अस्ति. अतः तत्र क्विबन्तः विजन्तधातुत्वं न जहति परिभाषायाः आवश्यकता अस्ति, येन धातुत्वं न जहति. अतः प्रातिपदिकम् अस्ति चेदपि वितैः धातोः इति सूत्रेण तत्र गिर् भवितुं शक्नोति. तर्हि आगच्छन्ति वा? तर्हि अस्तु, तर्हि अस्तु, गिर् तु भवति. अग्रे इदानीं गिर् योगः सु यदि वयं कुर्मः तर्हि इदानीं सुप्रत्ययः आगच्छति. सुप्रत्ययः कदा आगच्छति, प्रातिपदिकात् आगच्छति वा धातु धातोः आगच्छति वा? प्रातिपदिकात्. तर्हि यदि वयं सु इति प्रत्ययं योजयितुम् इच्छामः तर्हि गिर् इति प्रातिपदिकमस्ति इति एव स्वीकुर्मः इति एव स्वीकरणीयः खलु. तर्हि गिर् इति प्रातिपदिकं गिर् इति प्रातिपदिकं कदा भवितुं शक्नोति, केन सूत्रेण गिर् प्रातिपदिकं भवति? कृतान्तसमासस्य. तर्हि गिर् प्रातिपदिकं तथैव भवति यथा कृत् तद्धितसमासः इति प्रातिपदिकसंज्ञा करोति. कृत् तद्धितसमासश्च इति सूत्रं प्रातिपदिकसंज्ञा कदा करोति, यदा वयं स्वीकुर्मः यत् अन्ते क्विप् प्रत्ययः भवति खलु, क्विप् कृत् प्रत्ययः अस्ति अतः. तर्हि प्रातिपद सु अस्ति अतः प्रातिपदिकं भवेत्, प्रातिपदिकमस्ति अतः क्विबन्त भवेत् खलु. परन्तु इदानीं प्रातिपदिकं यदि वयं चिन्तयामः तर्हि गिर् योगः स यदा हल्न्याभ्युरिकृतं हल् इत्यनेन यदा सकारस्य लोपः भवति तदनन्तरं किम् अवशिष्यते, गिर् इति अवशिष्यते खलु. परन्तु घीर् तु प्रातिपदिकमस्ति, इदानीमेव वयं चर्चयामः घीर् तु प्रातिपदिकं, प्रातिपदिकं नास्ति चेत् सु कथम् आगच्छति, नागच्छति खलु? तर्हि घीर् तु प्रातिपदिकं, घीर् पदमस्ति, परन्तु अत् इदानीं रवोपधाया दीर्घसूत्रं कार्यं कर्तुं शक्नोति वा? आम् कथं रवोपधाय सूत्रं किं वदति? पदान्ते रकारः अस्ति चेत्, रेपः अस्ति चेत् उपधा दीर्घ, परन्तु केवलं रेफः वा? रेफान्तधातु खलु, धातु भवनी, धातु भवेत् खलु? परन्तु गीर्धातु नास्ति, प्रातिपदिकम् अस्ति इदानीं, यतोहि प्रातिपदिकं नास्ति चेत् सु कथम् आगच्छति? गीर् प्रातिपदिकं, तर्हि रवोपधाया दीर्घसूत्रं कथं कार्यं करोति? न करोति, परन्तु तस्य कार्यं करणीयं, यतोहि लोके तु रूपे गीः इति अस्ति खलु, दीर्घत्वमस्ति, अतः तत्र पुनः क्विबन्ता विजन्तधातुत्वं न जहति, तस्य परिभाषायाः आवश्यकता आगच्छति, येन येन तत्र प्रातिपदिकत्वात् अपि धातुत्वं तु भवति। अतः गिर् योगः सु मध्ये यद् गिर् अवशिष्यते तत् पदं तु अस्ति, सुप्तिङ्गन्धं पदं, परन्तु तत्र धातुत्वम् अपि भवति, येन रवोपधाया दीर्घः इति सूत्रेण गिर् तस्य गीर् भवति, तदनन्तरं खरवसाने विसर्जनीयतेन गीः भवति। इदानीम् अवगच्छति, परन्तु परिभाषा क्विप् क्विप् विजन्तदातुम् एव लिखितम् अस्ति, परन्तु सु एव अहं वयं योजयामः चेत् कथम् एतत् कार्यं करोति महोदय? न न प्रातिपदिकं वदतु, प्रातिपदिक क्विप् विजन्तदातु धातु एव धातुत्वं भवति, परन्तु अत्र सुप्रत्यये योजयामः चेत् सु अस्ति खलु, इदानीं सु योजयामः चेत् गिर् किं भवेत्? प्रातिपदिकं भवेत् खलु, प्रातिपदिकं नास्ति चेत् सु कथं भवति? तर्हि गिर् प्रातिपदिकम् अस्ति, गिर् प्रातिपदिकं कदा भवति? यदा केन सूत्रेण गिर् प्रातिपदिकं भवति? गिर् केन सूत्रेण प्रातिपदिकं भवति? एतत् सूत्रेण सुयोजनेन भवति, परन्तु सु प्रातिपदिकादेव भवति खलु, गिर् केन सूत्रेण प्रातिपदिकं भवति? कृत् अधीतसमासस्य कृत् कृदन्त भवेत् खलु, तदेव प्रातिपदिकं भवति। अच्छि प्रत्ययेन वा? न न कृत् कृदन्त भवेत् तत्र तत्रैव प्रातिपदिकं भवति खलु? आमां, तर्हि गिर् मध्ये इदानीं कः कृत् प्रत्ययः अस्ति? क्विप् खलु, क्विप्, तर्हि वस्तुतः दृष्टिकथा अस्ति गिर् योगः क्विप् योगः सु, क्विप् प्रत्ययस्य अपि लोपः भवति, सु प्रत्ययस्य अपि लोपः, तर्हि गिर् योगः क्विप् योगः सु मध्ये यः गिर् प्लस् क्विप् अस्ति तत् क्विबन्तः अस्ति खलु, तस्य धातुत्वं न गच्छति, अतः गिर् योगः क्विप् योगः सु मध्ये क्विप् प्रत्ययस्य लोपः भवति, सुप्रत्ययस्य लोपः भवति, तथापि यः गिर् अवशिष्यते तत्र क्विप् प्रत्ययस्य दर्शनेन प्रत्ययलक्षणेन इति सूत्रेण तत्र क्विप् प्रत्ययः भवति, क्विप् प्रत्ययः भवति चेत् क्विबन्त भवति, क्विबन्त भवति चेत् धातुत्वं न जहति, धातुत्वं न जहति चेत् रवो उपधाया दीर्घः इति सूत्रं कार्यं करोति। रवोपधायादिकं किं वदति? पदमपि भवेत्, पदान्ते धातु अपि, अत्र अस्ति गिर् पदमस्ति, किमर्थम्? अन्ते सु अस्ति खलु, सुप्तिङ्गन्धं पदं, तर्हि सु पदमस्ति, धातुत्वं कथं भवति? यतोहि गिर् मध्ये क्विप् प्रत्ययः अपि अस्ति, क्विप् क्विप् प्रत्ययः अस्ति अतः क्विबन्तमस्ति, क्विबन्तमस्ति अतः क्विबन्तः विजन्तधातुत्वं न जगति इति विशेषपरिभाषया धातुत्वमपि भवति। अतः रवोबुधया दीर्घः सूत्रस्य प्रसक्तिः आगच्छति, अतः दीर्घं भवति। अवगच्छन्ति वा? आम्। पश्यतु किं किमर्थं सो किं किं कथं पाणिनिः कथं चिन्तयति अथवा अथवा वैयाकरणं कथं चिन्तयन्ति? सूक्ष्मसूक्ष्मरीत्या सर्वं चिन्तयन्ति, सूक्ष्मसूक्ष्म सर्वं चिन्तयति। ओ एतावदस्ति, परन्तु एतावत् भवति चेत् एतावत् भवति, एतावत् भवति नास्ति चेत् यथा कथं भवति? अतः दीर्घचिन्तन दीर्घचिन्तनात् वैयाकरणाः वदन्ति ओ परिभाषायाः आवश्यकता, क्विबन्ता विभिन्नरूपं न जगति इति। अस्तु, इहे महोदय आगच्छति, मिलर् महोदय आगच्छति खलु सर्वम्? अस्तु, मिलर् महोदय अग्रे पठतु। सारांशः एवं, सारांशः एवं यत् प्रत्यान्तः अस्ति यथा किबन्ताः तस्य धातुसंज्ञा न भवति, भ्वादयो धातवः इत्यनेन पाणिनेः धातुपाठे उपतिष्ठाः, ते एव धातवः, सनादन्त्या धातवः इत्यनेन ये द्वादशधातुप्रत्ययाः ते एव धातुभ्यः विधीयन्ते चेत् धातुसंज्ञा भवति, अतः किबन्तम् अस्ति चेत् धातुसंज्ञा नास्ति, यथा लिक् योगः शः लिक्, अत्रापि लिक् इति अन्तर्भूतभागस्य धातुसंज्ञा वर्तते, किन्तु लिक् इति प्रत्यान्तरूपस्य धातुसंज्ञा नास्ति। तथैव यदा प्रत्ययः प्रत्ययस्य योजनं भवति तदा धातुसंज्ञा न भवति सम्पूर्णभागस्य, तत् धातुः अन्तर्भूतम् अस्ति परन्तु अन्तर्भूतः अस्ति परन्तु पूर्ण भागस्य धातुसंज्ञा न भवति खलु। तथैव क्विप् मध्ये अपि न भवेत् परन्तु विशेषपरिभाषया भवति पिबन्ता वजन्ता इति। अस्तु अग्रे, अत्र कासां कासां संज्ञानां सहवासः सम्भवति इति प्रसङ्गे एकं विशिष्ट सूत्रं ज्ञातव्यम्, आकडारादेका संज्ञा, आकडारादेका संज्ञा इमामि संज्ञासूत्राणि अवलोक्यताम्, अर्थवत् धातुरप्रत्ययः प्रातिपदिकं कृत् तद्धितान्तसमासाश्च भ्वादयो धातवः सुप्तिगन्तं पदम्, ये सर्वं धातुसंज्ञा भवति संज्ञासूत्राणि। तत्र अहं चिन्तयामि तत् सर्वं किमर्थम् अत्र प्रदर्शितमस्ति नाम अत्र प्रातिपदिकस्य विषयः एव कुत्र भवति, आकडारात् एका संज्ञा, अत्र अर्थवत् अधातुः कृतप्रतिसमासः भूवादयो सप्तिङ्गन्तपदम् एतत् सर्वं तु अस्ति परन्तु अहं चिन्तयामि एतत् सर्वं किमर्थं लिखितम् अस्मिन् कलपत्रे, अत्र तु तस्य पाठः न भवति अत्र। एकनिमेषः पठामि, न आवश्यकता नास्ति चेत् न पठामः यतोहि भ्रमः भवति। नाम रघोपधया दीर्घसूत्रं तु अस्ति, आवश्यकमस्ति यतोहि धातुकृते भवति, परन्तु एतत् सर्वं चुरादौ उपधायाश्च इति छेच सुबन्तेषु हल्सन्धि अभ्यासः सुबन्तकार्यमेव नास्ति इदानीं। जि अत्र किम् अस्ति चेत् धातुपाठे पूर्वसूत्रेण यदा उक्तं संज्ञा भवति पूर्वसूत्रात् एव संज्ञा भवति, परसूत्रेण उक्तं यत् उक्तम् एतत् संज्ञा न भवति इति तत्र दत्तम् अष्टाध्यायी मध्ये। तत् सम्यक् तत् सर्वं जानामि परन्तु इदानीं किम् अस्ति, धातुपाठे हल् सन्धेः अभ्यासः इति अस्माकः पाठमस्ति. तत्र एतत् सर्वं वस्तुतः सुबन्तप्रकरणे आगच्छति. बहु प्रातिपदिकं किम् अर्थवतधातुः प्रत्ययः प्रातिपदिकम् इति सुबन्तप्रकरणस्य विषयः अस्ति. तदनन्तरम् अग्रे पठतु, बहूनि सूत्राणि लिखितानि सन्ति, पठतु. अत्र उपधायाश्च, अग्रे छे च, अर्थधातु प्रातिपदिकं, तद्युत्समासाश्च, सुडनुपस्य षी सर्वनामस्थानं, स्वादिषु असर्वनामस्थाने यचिभम् आकडारात् एका संज्ञा, सर्वनामस्थाने च असम्बद्धौ न लोपः प्रातिपदिकान्तस्य अल्लोपोने, तत्सर्वम् अत्र किमर्थं लिखितम् यदि भसंज्ञा इति सर्वम् इति अस्ति यचिभं भसंज्ञा, भसंज्ञा इति सर्वं सुबन्तप्रकरणं. तर्हि अत्र अहं चिन्तयामि अत्र अस्य लेखनस्य आवश्यकता नास्ति, अपि च तेन भ्रमः भवितुं शक्नोति. अत्र अस्माकं हल् सन्धिपाठः अस्ति इदानीम्. एतत् अहं नाम कोऽपि पठितुम् इच्छति चेत् गृहे पठतु, नाम सर्वम् आवश्यकमस्ति अत्र, न अहं तत् तद्विषये किमपि न वदामि, परन्तु अस्मिन् पाठे किमर्थं लिखितमस्ति इति अहं न चिन्तयामि. अहं न इच्छामि यत् भ्रमः भवेत् कस्यापि मनसि. अतः अहं वदामि यत् किं करोतु, गृहे पठतु, प्रश्नः अस्ति चेत् पृच्छतु, परन्तु इदानीम् एतत् सर्वं वयं न पठामः, यतोहि तत्र मूल अस्माकं मूलपाठः अस्ति हल् सन्धेः अभ्यासः. धातुपाठः अस्ति खलु, इदानीं धातुविषये सर्वं वदति, सर्वं भवति अत्र. अतः एतत् सर्वं अहं वदामि, तत्र इदानीं वयं त्यजामः. सर्वे किं वदन्ति, सम्यक् अस्ति वा, अथवा पठामः अत्र, किं वदन्ति? भ्रमः अस्ति महोदय. अस्तु, लघु अनन्तरं संयोगे गुरु, एतत् अकारस्य विषये अन्तिम हलन्तवर्णः अस्ति चेदपि तत्र ह्रस्व लघु अनन्तरं संयोग गुरु एतत् सर्वम् आगत्य एतत् कार्यं करोति इति लघुसंज्ञायां प्राप्तायां तत्र किम् अस्ति चेत् आकडारात् एका संज्ञा इति अधिकारसूत्रे एतत् निषिध्यते इति तत्र दत्तं. अत्र किमपि अनावश्यकमेव, न अनावश्यकम् इति अहं न वदामि. सर्वम् आवश्यकमस्ति, अष्टाध्यायीं यत् किं न अस्ति तत् सर्वम् आवश्यकमस्ति, परन्तु इदानीं धातुपाठे हल् सन्धि अभ्यासे तस्य आवश्यकता नास्ति इति अहं वदामि. तत्र अन्तिम हल् सन्धि विषये एव, परन्तु अन्तिमवर्णः हल् वर्णः अस्ति चेत् अपि तत्र गा इति स्वीकुर्मः चेत् तत्र गकार उत्तरवर्ति अकारः एव अस्ति खलु. अत्र भवति खलु ह्रस्वलघु दीर्घः संयोगगुरु एतत् सर्वं तत्र आगच्छति खलु. ततः अत्र आकडारात् एका संज्ञा इति तत्र आगच्छति वा एतत् विषये? अतः तत्र उक्तमिति लेखनस्य उद्देश्यं किम्? अत्र संज्ञा स्वयम् आगच्छति खलु जि. अस्तु, तर्हि किम् अस्तु जि, अग्रे चरामः. अस्तु, अग्रे. तर्हि अस्मिन् पाठे तु इदानीं किमपि न अवशिष्यते. 12A समाप्तं, 12A पाठः समाप्तः. तर्हि अग्रे गच्छामः. तर्हि अग्रे किमस्ति इदानीं 12B खलु, अनुनासिकान्तं. एतत्तु महत्त्वपूर्णमस्ति, अनुनासिकान्तमङ्गः. एतत्तु महत्त्वपूर्णमस्ति, एतत्तु महत्त्वपूर्णमस्ति. अस्तु, तर्हि विजया महोदय पठतु सर्वदा सन्धिकार्यात् पूर्वम्. सर्वदा सर्वदा सन्धिकार्यात् पूर्वं चिन्तनीयम् अङ्गकार्यप्रसङ्गे. अतः प्रथमतया अङ्गं कीदृशम्, अङ्गं गृह्यादि, वच्यादि, अनुदित्, अनुनासिकान्तं च. चतुर्षु अङ्गम् अत्यन्तं चेत् विशिष्ट अङ्गकार्यम् अपेक्षितम् अत्र. तर्हि सन्धिकार्यात् पूर्वम् अङ्गकार्यं करणीयं खलु? अङ्गं कीदृशं भवति? गृह्यादि अस्ति चेत् किं करणीयं? किं सूत्रमस्ति गृह्यादि? सम्प्रसारणं वा? उत्तमं, बहु उत्तमं. सम्प्रसारणं करणीयं. वच्यादि अपि तत्र सूत्रं विच्छति नाम सम्प्रसारणं करोति. अतः एतत् परिगणितसूत्रं खलु? हा, गृह्यादि इत्युक्ते किं? तस्मिन् सूत्रे ये धातवः सन्ति, ग्रही ज्या वै वदिति सूत्रे. तर्हि गृह्यादि धातु अस्ति चेत् नाम तस्मिन् सूत्रे लिखितधातुः अस्ति चेत् सम्प्रसारणं करणीयं. वच्यादि अस्ति चेत् किं करणीयं? वच्यादि कुत्र अस्ति? किं सूत्रं मस्तिष्के आगच्छति वच्यादि? वचि स्वपि अजादीनां खलु किति, तत्रापि किं भवति? सम्प्रसारणं. तर्हि वच्यादि अपि नाम वचि स्वपि अजादीनां किति इति सूत्रे यदि धातुः अस्ति चेत् तत्र अपि सम्प्रसारणं करणीयम्. अनिदित् अस्ति चेत् किं भवति? अनिदित् अस्ति चेत् किं भवति? किं सूत्रं मस्तिष्के आगच्छति? उपदायां. हा, किं सत्यं, किं सूत्रम्? अनदितां ऋत उपधाया च. अनदित हल् उपधायां नीति खलु? आम् अनुदित अनदित हल् हल् उपधायां च. उपधाया नीति नाम कित्मित् प्रत्ययपरे, कित्मित् प्रत्ययपरे उपधायाम् अनिदित् धातु कृते धातु अस्ति अनिदित्, अपि च अग्रे कित्मित् प्रत्ययः अस्ति चेत् उपधायां यः नकारः अस्ति तस्य लोपः भवति खलु. बन्धधातुः अस्ति, बन्धधातुः तत्र अनिदिधातुः अस्ति, उपधायां नकारः अस्ति, अग्रे त प्रत्ययः अस्ति, कित् प्रत्ययः, रूपं किं भवति? बद्धः खलु, नकारस्य लोपः भवति. तर्हि तत् नकारस्य लोपः. इदानीं किमस्ति? योगः की अस्ति चेत् तत्र उपधायां स्थितं नकारस्य लोपः भूत्वा तत्रापि अस्ति खलु, सत्यम्. इदानीम् अङ्गं यदि अनुनासिकान्तम् अस्ति, अनुनासिकान्तम् इत्युक्ते किम्? अङ्गस्य अन्ते पञ्चमवर्णः अस्ति, नकार मकारः अस्ति चेत् किं कार्यं भवति इति, तस्य इदानीं वयं चर्चा करिष्यामः. इदानीम् अङ्गं यदि, अङ्गस्य अन्ते यदि पञ्चमः वर्णः भवति तर्हि किं कार्यं करणीयम् इति इदानीं वयं चिन्तयामः. अस्तु, तर्हि पठतु विजया महोदय. अनुनासिकान्तम् अङ्गं चेत् अनुनासिकान्तम् अङ्गं चेत् किस् मित् कृते परे चत्वारि सूत्राणि कार्यं करोति. प्रथमबिन्दुः अनुदातो उपदेशवणति तनोत्यादीनाम् अनुनासिकलोपो जलि मिति. वन् धातोः अनुनासिकान्त अनुदात उपदेश धातोः अनुनासिकान्त तनादि धातोः अनुनासिकस्य लोपः भवति जलादि कित् नित् प्रत्यये परे अस्ति चेत्. एतत् पञ्चदश धातवः सन्ति एतत् विषये. अनुदात्तोपदेश वनति तनोति आदीनाम् अनुनासिकलोपः झलीक् इति नाम यदि प्रथमं तु किमस्ति अनुदात्त उपदेश, तादृशधातुः क्षम्यताम् अनुदातोपदेश वनति वन् धातु वनति इत्युक्ते किं वन् धातु तर्हि वन् धातु अनुनासिकान्तमस्ति खलु अतः वन् धातु तदनन्तरं तनोति तनोति इत्युक्ते किं तनादि तन् तन् धातु तन् धातु तनादिगणस्य अनुनासिकान्त तन् धातु तनादि अपि च अनुदातोपदेश अनुनासिक नाम तादृशधातु यस्य अन्ते अनुनासिक अस्ति अपि च धातु उपदेशे अनुदात्तवर्णः अस्ति अनुदात्तवर्णः तस्य तस्य अपि तादृशधातुः अस्ति चेत् अनुनासिकवर्णस्य लोपः भवति कदा लोपः भवति अग्रे झलादि किप्नित् प्रत्यये नाम झलादि किप्नित् प्रत्यये परे अनुनासिकान्त वन् धातु अनुनासिकान्त तन् धातु अपि च ते सर्वे धातवः ये अनुनासिकान्ताः सन्ति अपि च अपि च तेषां स्वरवर्णः अनुदात्तो अस्ति अनुदात्त अस्ति उपदेशे तस्य तेषां धातूनां लोप धातूनाम् अनुनासिकवर्णस्य लोपः भवति एतादृशधातवः पञ्चदश सन्ति 15 धातवः सन्ति यत्र अनेन सूत्रेण झलादि कित्वित् प्रत्ययपदे अनुनासिकवर्णस्य लोपः भवति सन्ति वा स्वयं स्वयं तत्र सम्पूर्णतया उक्तमेव तर्हि अत्र एकधातुः अस्ति गम् गम् धातुः अस्ति खलु गम् धातुः अस्मिन् अस्मिन् पञ्चदशधातवः धातूनां गणे भवति गम् धातु अत्र अनुनासिकान् धातुः अस्ति तत्र गम् धातु गमल् रि इति अस्ति खलु गमल् रि वस्तुतः उपदेशे गमल् रि अस्ति तत्र गम् धातु यदस्ति तत्र अकारः अस्ति तत् अनुदात्तः वर्णः अस्ति तर्हि गम् मध्ये अकारः अनुदात्तः वर्णः अस्ति अन्ते अनुनासिकवर्णः अस्ति अतः गम् योगः क्त मध्ये किं भवति अकारस्य लोपः भवति खलु रूपं किं भवति गत अनेन अनेन सूत्रेण एव मकारस्य लोपो भवति अवगच्छति वा अस्तु विजया महोदय जनसनखनम् जनसनखनां सज्जलोः एतत् सूत्रेण जन् सन्न खण् एषाम् एषां धातूनां नकारस्य स्थाने आकारः आदेशः भवति निमित्तमत्र किमस्ति चेत् जलादि इति प्रत्यये जलादि सन् प्रत्यये परे जलादि कित्मित् प्रत्यये परे द्वे स्थाने अत्र त्रयः धातवः सन्ति अत्र जन् सन् खन् एतत् अन्तिमवर्णः नकारः अस्ति एतत् नकारस्य स्थाने आकारः दीर्घ आकारः आदेशः भवति निमित्तं किम् अस्ति चेत् जलादि सन् प्रत्यये परे अस्ति चेत् अनन्तरं जलादि किट्मित् प्रत्यये परे अस्ति चेत् एव एतत् त्रयः धातवः कार्यं करोति इति तत्र जनसनखनां सञ्झलोः इति सूत्रमस्ति यत्र जन् धातु सन् धातु खन् धातु एतेषां धातूनां नकारस्य यत् अन्ते अनुनासिकवर्णः अस्ति नकारः तस्य लोपः न भवति अपि तु तस्य स्थाने आकारादेशः भवति कदा अग्रे सञ्झलोः सञ्झलो इत्युक्ते किं झलादिसम्प्रत्यये झलादिसम्प्रत्यये परे अपि च अनुदात्त उपदेशवर्णति इति सूत्रेण सूत्रात् झलिमिति इति सूत्रस्य झलि इति पदस्य अनुवृत्तिः भवति तर्हि झलादि कित्मित् प्रत्यये झलादि कित्मित् प्रत्यये परे अपि च झलादि सन् प्रत्यये परे जनसनखन इति धातूनां नकारस्य आकारादेशः तर्हि कुत्र अस्माभिः एतत् दृष्टं जन् धातु योगः त प्रत्ययः अस्ति खलु किं रूपं भवति जन् धातु भवति न जन् योगः क्त रूपं किं भवति जात जात इति भवति खलु कृदन्तं भवति अन्तिमरूपं जातः इति प्रत्ययान्तरूपं जात इति अस्ति तथैव नकारस्य स्थाने आकारः भूत्वा जात इति भवति अस्तु अनन्तरं तृतीयबिन्दुः अनुनासिकस्य स्विजलोः स्मिति एतत् सूत्रं किं वदति चेत् अनुनासिकान्त अङ्गस्य उपधायाः यत् वर्णः अस्ति एतत् दीर्घः आदेशः भवति अत्र निमित्तं किम् अस्ति चेत् क्वि जलादिकिस्मित् प्रत्यये च एतत् अस्ति चेत् तत्र अनुनासिकवर्णः पञ्चमवर्णः यत्र अन्तिमवर्णस्य उपधायाः दीर्घः भवति इति तत्र दत्तम् अनुनासिकस्य द्विजलोः अनुनासिकान्त अङ्गस्य उपधायाः दीर्घत्वं भवति कदा क्विप्रत्ययपरे झलादिक् अनुनासिकस्य क्विझलोः निति अनुनासिकान्त अङ्गस्य उपधास्थितस्य वर्णस्य अनुनासिकान्त अङ्गस्य नाम यस्य अङ्गस्य अन्ते अनुनासिकवर्णः अस्ति तस्मात् पूर्वम् इह वर्णः अस्ति उपधावर्णः तस्य दीर्घं भवति कदा क्विप्रत्ययपरे झलादिक् विस्मित् प्रत्यये एकं सूत्रमिदम् अस्ति परन्तु इदं सूत्रम् अनुदात्तोपदेशवर्णितनोति जनसनखनाम् इति सूत्राणां कृते कार्यं न करोति यतोहि जनसनखनाम् अनुदात्तोपदेशवर्णितनोति इति सूत्रे अस्य सूत्रस्य अपवादाः सन्ति अनुनासिकस्य क्विचलोति इति सूत्रं किमपि धातुं न वदति खलु धातुः न वदति स्पेसिफिक्लि स्पष्टतया अतः एतत्तु सामान्यसूत्रम् तस्य अपवादाः सन्ति जनसनखनाम् अनुदात्ते यतोहि तत्र तु धातवः लिखिताः सन्ति अतः लिखितमस्ति अवशिष्टधातवः अस्तु तर्हि अग्रे चतुर्थबिन्दु गमहन जनसनखनाम् आम् तत्र गमहनजनकनगसां लोपः नित्यङ्गी नित्यनङ्गी इति एतत् अजादि किट्लित् कृतविषये अस्ति तत्र एकनिमिषं जि एतत् मैक् एत् अत्र अजादि प्रत्यय अजादि अस्ति चेत् कित्नित् प्रत्यये परे गम् हण् जन् कण् गस एषां धातूनाम् उपधायाः लोपः भवति पूर्वत्र सूत्रेण अनुनासिकस्य क्विजलोः निति इति सूत्रेण तत्र हलादि कित्नित् अस्ति चेत् तत्र प्रत्ययस्य उपधायाः दीर्घः भवति इति दत्तं परन्तु इदानीम् अजादि कित्नित् प्रत्यये परे अस्ति चेत् गम् हण् जन् कण् गसाम् एतेषां धातूनाम् उपधायाः यत् वर्णः तिष्ठति एतत् लोपः भवति इति तत्र दत्तं तत्र पञ्चधातवः एव सन्ति तर्हि इदानीं पर्यन्तं सर्वे झलादिकित्नित् अस्ति आसीत् इदानीम् अजादिकित्नित् प्रत्यये परे अजादिकित्नित् प्रत्यये परे गम् धातु हन् धातु जन् धातु खन् धातु घस् धातु येषां धातूनाम् उपधायां लोपः भवति येषां धातूनाम् उपधायां लोपः भवति आगच्छन्ति वा आं महोदय प्रश्नः अस्ति वा नास्ति जि नास्ति अस्तु तर्हि अत्र कुत्र अस्माभिः पठितं हन् धातुः अस्ति खलु हन् धातु हन् धातुः प्रथमपुरुषे एकवचने लट् लकाररूपं किम् हन्ति हन्ति खलु हन्ति तदनन्तरं हन्ति अस्ति तदनन्तरं किमस्ति जन् जातः न तत्र लोपः भवति खलु तत्र पूर्वं न न तद् अधुना किमपि अन्य हा हन् धातु हन्ति भवति हन् धातु योगः तः द्विवचने किं रूपं भवति हन्ति अग्रे अतः अत्र नकारस्य लोपः भवति केन सूत्रेण अनुदात्त उपदेशमेतनोति इति सूत्रेण अतः यतोहि अग्रे तः त इति प्रत्ययः झलादिचित्वित् अस्ति खलु अग्रे बहुवचने किं रूपम् अस्ति सम्यक् न श्रूयते जि भग्नः अभवत् हन् धातोः बहुवचने रूपं किम् अस्ति लट्लकार घ्नन्ति घ्नन्ति हकारस्य स्थाने चतुर्थवर्णः घकारः आगच्छति अतः घ्नन्ति इति भवति परन्तु घकारः तु भवति परन्तु घ्नन्ति किमर्थं न भवति घ्नन्ति किमर्थं भवति हू जल्यो हे दे एतत् लोट्लकारे अहं वदामि हन् हन् धातु योगः अन्ति प्रत्ययः अस्ति खलु अन्ति इदानीं स्थाने घकारः भवति खलु तर्हि घन् भवति तर्हि रूपं घ्नन्ति किमर्थं न भवति घ्नन्ति किमर्थं भवति अत्र गमहन् जन खसां लोपः भवति इदानीम् अन्ति अजादि कित्मित् प्रत्ययः अस्ति मित् प्रत्ययः अतः उपधायाः लोपः भवति अतः घन् मध्ये अकारस्य लोपः भूत्वा घ्न घ्नन्ति अवश्यं वा अग्रे पठतु मकारान्तनां पदत्वे सति मकारस्थाने नकारः मोनो धातोः मकारान्तस्य धातोः पदस्य नकारादेशो भवति येन विधिस्तदन्तस्य इत्यस्य सहायेन महधातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम् हलन्त्यस्य इत्यस्य सहायेन नकारादेशः पूर्णतया धातोः स्थाने न अपि तु अन्तिमस्य मकारस्य मह षष्ट्यन्तं नः प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदम् इदं सूत्रं स्कोः संयोगायोत्प्रन्ते च इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मह धातोः पदस्य अन्ते नः धातोः अन्ते मकारः अस्ति अस्ति चेत् नकारादे मकारस्थाने नकारः भवति कदा कदा पदान्ते अस्ति पदान्ते धातोः पदान्ते अस्ति चेत् नाम पदमस्ति पदस्य अन्ते यदि धातोः मकारः अस्ति मकारान्तधातुः यदि पदान्ते भवति तर्हि तस्य मकारस्य नकारः भवति मोनो धातोः इति सूत्रे अस्माभिः इदं सूत्रं पूर्वमपि पठितं परन्तु इदानीं पुनः आगच्छति मोनो धातुः पुनः अगै धातोः पदं किमर्थं कथं अतः यदि अस्माभिः पठितं खलु यदि अजङ्गम् इति अस्ति अग्रे तकारः अस्ति तकारस्य लोपः भवति अल्याभ्यो दीर्घात् तर्हि इदानीं पदत्व पदमपि अस्ति पदस्य अन्ते धातोः मकारमपि अस्ति खलु तत्र मकारस्य नकारः भूत्वा रूपं भवति अजङ्घन् इति अस्ति मकारान्तानां पदत्वे सति मकारस्थाने नकारः वो श मकारान्तधातोः द्वात्वन्तमकारस्य स्थाने नकारादेशो भवति मकारे वकारे च परे येन विधि ततन्तस्य इत्यस्य सहायेन मह धातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम् हलन्त्यस्य इत्यसहायेन नकारादेशः पूर्णतया धातोः स्थानेन अपि तु अन्तिमस्य मकारस्य म च व च मो त तयोः मोहो मोहो सप्तम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रं मोनो धातोः इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं मह धातोः नः मो च अत्र पदान्ते मकारः अस्ति चेत् किं मकारान्त अस्ति चेत् अपि अपदान्ते अस्ति चेत् अपि नकार आदेशः भवति परे मकारः निमित्तमस्ति मकारः वकारः अस्ति चेत् तर्हि मोनो धातोः किं वदति पदान्ते अस्ति तथा तदा मकारान्तधातोः नकारः भवति मोश्च किं वदति इदानीं पदान्ते नास्ति इदानीं यदि मकारान्तधातोः अनन्तरं मकार अथवा बकार अस्ति चेत् तथापि मकारधातोः मकारस्य नाम मकारान्तधातोः यः मकारः अस्ति तस्य नकारः भवति कदा भवति मोनोधातोः इति सूत्रेण पदान्ते अस्ति चेत् भवति मोश्च इति सूत्रेण मकारवकारपरे अस्ति चेदपि भवति नाम पदान्ते भवेत् अथवा अग्रे मकारवकारः भवेत् एतादृशं निमित्तमस्ति चेत् मकारान्तधातोः मकारस्य नकारः भवति अवगच्छन्ति वा सर्वे आम् अत्र मोहोश्च इति सूत्रेण नकार आदेशः पूर्णतया धातोः स्थाने न अपि तु अन्तिमवर्णस्य मकारस्य स्थाने एव नकारः भवति तादृशमेव मोनो धातोः मकारान्त अन्तस्य पदस्य मकारस्य स्थाने एव नकारः आदेशः भवति न तु पूर्णतया अनन्तरं तत्र मोनो धातोः मकारस्य स्थाने एव नकारः परन्तु मोहोश्च इति सूत्रेण मकारः वकारः परे एव नकारः भवति तावदेव तत्र भिन्नरूपेण अस्ति खलु सूत्रद्वये निमित्तमेव भिन्नम् अस्ति निमित्तं किं भिन्न आम् आम् मकारवकारस्य एकनिमित्तमस्ति पदान्तम् अन्यनिमित्तमस्ति मकारवकारपदम् आम् अस्तु अस्तु अग्रे अग्रे पठामि वा अनुदात्त उपदेशे पठनीयं वा पठतु अनुदात्त उपदेशे वनति तनोत्यादीनाम् अन्वासिकलोपो जलि क्विति नीति वन् धातोः अन्वासिकान्त अनुदात्त उपदेशधातोः अन्वासिकान्ततनादि धातोः अनुनासिकस्य लोपो भवति जलादि कित्नित् प्रत्यये परे वन् धातु अस्ति वन् धातु अनुनासिकान्त अनुदात्त उपदेशे अस्ति चेत् अनुनासिकान्त द्वौ धातो एव अत्र कार्यं करोति वन् तन् इति न न अत्र पारिगणितधातुः अत्र पञ्चदश अस्ति ओ वन् धातु तन् धातु अनुनासिकान्त तन्धातु एकः अन्ये त्रयोधातवः अनुदात्तोपदेशधातु अनुदात्त उपदेश अनुदात्त उपदेशे येषां ते अनुदात्त उपदेशः बहुव्रीहिः तनोतीति आदिः येषां ते तनोत्यादयः बहुव्रीहिः अनुदात्त उपदेशाः च वनति च तनोत्यादि च तेषाम् इतर इतर द्वन्द्वः अनुदात्त उपदेशे वनति तनोत्यादयः तेषाम् अनुदात्त उपदेशे वनति तनोत्यादीनाम् इक् च इं च तयोः इतर इतर द्वन्द्वः मिव् तौ इतौ यस्य तत् नित् तस्मिन् निति अनुदात्तो उपदेश वनति तनोत्यादीनां षष्ट्यन्तम् अनुनासिक इति लुप्तषष्टिकं पदं लोपः प्रथमान्तं जलिसप्तम्यन्तं नितिसप्तम्यन्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः येन विधितदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति वनतीं विहाय अनुनासिक इति पदं सर्वेषां विशेषणं हलोन्तस्य इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः यस्मिन् विधिस्तदन् तदा तावल्ग्रहणे इत्यनेन जलि निति इत्युक्तौ जलादौ निति तादृशप्रत्ययः यस्य आदौ जल् स्यात् अनुवृत्तिसहितसूत्रम् अनुनासिक अनुदात्त उपदेश वनति तनोत्यादीनाम् अङ्गस्य लोपः जलि निति अनेन आहत्य पञ्चदशधातवः निर्दिष्टाः वन् धातुः भुवादिगणे अनासिकान्त अनुदात्तो उपदेशधातवः यम् रम् नम् यम रम नम गम हण यम् आम् हलन्तधातु हन् मन् अनुनासिकान्त तनादिधातवः तनु शिनु क्ष्णु ऋणु तृणु गृणु वनु मनु येषु धातुषु मन् धातुः दिवादिगणे अस्ति हन् धातुः अदादिगणे अस्ति अष्टधातवः तनादिगणे सन्धि अवशिष्टाः भ्वादौ एव येषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपो भवति जलादि कित् नित् प्रत्यये परे एते पञ्चदश धातवः सन्ति तदनन्तरम् अनुनासिकान्त अनुदात्तोपदेशधातवः यम् अत्र यम् मध्ये अकारः यत् अस्ति तत् अनुदात्तः अस्ति अतः अस्य धातोः ग्रहणं यम् रं नं गं हन् मन् तदनन्तरम् अनुनासिकान्त तनादिधातवः नाम तनादिगणे ये धातवः अनुनासिकान्त सन्ति तन् क्षिन् क्षण् ऋण् तृण् घृण् वन् मन् तर्हि पञ्चदशधातवः सन्ति यदि एतेषु पञ्चदशधातुषु कस्मादपि झलादि किप्निस् प्रत्ययः अस्ति चेत् अन्तिमः यः अनुनासिकवर्णः अस्ति तस्य लोपः भवति इति प्रथमसूत्रमस्ति. सर्वे अवगच्छन्ति वा? प्रश्नः अस्ति वा इदानीं पर्यन्तं कस्मै? इदानीं समयः समाप्तः. अग्रिमरविवासरे मेलिष्यामः. धन्यवादः. धन्यवादः महोदय.